एक वा महोदय, श्रूयते वा? आं महोदय, अस्तु। गतवर्गे अस्माभिः अनुनासिकान्त अङ्गस्य विषये यानि यानि कार्याणि सन्ति इति दृष्टानि। इदानीं नूतनविषयः भवति, किं विषयः कः विषयः? वस्तुतः एषः विषयः नूतनविषयः तु नास्ति, अस्माभिः पूर्व एव पठितः, परन्तु अभ्यासरूपेण अथवा पुनभ्यासरूपेण वयम् इदानीं पश्यामः। विषयः कः अस्ति? हल् सन्धि मध्ये, हल् सन्धौ, हल् सन्धिविषये अनुसार अनुनासिकवर्णस्य चिन्तनं कथं करणीयम् इति अस्ति। किमर्थं यत्र बहुत्र हल् सन्धि मध्ये अस्माभिः दृष्टं खलु, अनुस्वारः आगच्छति, तदनन्तरं तस्य अनुस्वारवर्णः भवति, अपि च रुधादिगणे तत्र श्नम् प्रत्ययः आगच्छति, तत्र श्नम् मध्ये नकारः अवतिष्ठति मध्ये, तत्र अपि अनुस्वारनिमित्तम् अथवा हलन्तनकारनिमित्तं कार्याणि भवन्ति, अतः एषः विषयः अपि महत्त्वपूर्णः अस्ति। परन्तु अत्र बहु किमपि अस्माभिः पूर्वमेव पठितं, तर्हि नूतनं न्यूनम् एव भवति। अस्तु, तर्हि इदानीं आरभामहे। कः अस्ति? गोमती महोदय, पठतु। आं महोदय, नमस्कारः। धातुपाठे हल् स्कन्धौ अनुस्वार परसावर्ण्यं च त्रयोदशकरपदम्। आम्, उद्घाटितवती महोदय, अत्र चत्वारि सूत्राणि सन्ति न, चोः कुः नश्च पदान्तस्य झलि, तदेव न छलां झष् झषि अनुस्वारस्य ययि परसवर्णः। किं तदेव अस्ति न, त्रयोदशतमकरपत्रं नूतनकरपत्रं हल् सन्धौ त्रयोदशः धातुपाठे हल् सन्धौ अनुस्वार परसावर्ण्यं च, एतदेव न महोदय? हा, तद् मम पुरतः उद्घाटितम् अस्ति महोदय, कुत्र कुतः पठामि? ओ ओ, क्षम्यतां महोदय। आम्, शीर्षकमस्ति धातुपाठे हल् सन्धौ अनुस्वारपरसावर्ण्यं च। हल् सन्धौ चत्वारभागाः सन्ति, ते च सर्वे समाप्ताः, तथापि अग्रे गमनात् प्राक् एकः विशेषविषये चर्चनीयमः इति चर्चनीयम् अस्ति इति, अपदान्ते नकारो मकारो वा अस्ति चेत्, अपि च हल् प्रत्याहारस्य कश्चन वर्णे परे अस्ति चेत्, तस्यां दशायां का गतिरस्ति इति प्रश्नः। अत्र पूर्वं हल् सन्धौ विषये किञ्चित् पठितवन्तः वयं, तत्सर्वं समाप्तम्। अनन्तरम् अग्रे पदान्ते नकारः वा मकारः वा अस्ति, अथवा अपदान्ते आम् अपदान्ते नकारमकारः अस्ति चेत्, अनन्तरं झल् प्रत्याहारस्य कश्चन वर्णः तस्मिन् परे अस्ति चेत् किं भवति इति प्रश्नः तत्र दत्तम्। अग्रे पठामि। ए बिन्दुः, यदा क्रियापदं निर्मीयते तदा अङ्गकार्यं सन्धिकार्यं च क्रियते, अस्य सर्वस्य अनन्तरं कुत्रचित् रूपस्य मध्ये न वा म वा अस्ति चेत् सः न म अपदान्तः न म अस्ति। यथा क्रियापदं यदा वयं निर्मीयामः तदा अङ्गकार्यं भवति, सन्धिकार्यं भवति, अङ्गकार्यस्य प्राधान्यम् अस्ति, मुख्यत्वम् अस्ति इति अहं मन्ये। अनन्तरं तत्तु प्रथमम् अङ्गकार्यं भवति, अनन्तरं सन्धिकार्यं भवति, एतत् सर्वं भवति। अनन्तरं मध्ये वयं यथा नकारः वा मकारः वा पश्यामः चेत् सः नकारः मकारः अपदान्तनकारः मकारः अस्ति. यदा वयं किमपि शब्दस्य निर्माणं कुर्मः अनन्तरं मध्ये नकारमकारः पश्यामः चेत् सः नकारमकारः अपदान्तनकारमकारः अस्ति. अपदान्तनकारः अस्ति तथा कार्यं किम् इति अथोभागे दत्तमस्ति. पठामि. हा, प्रथमबिन्दु रुधादिगणे सार्वधातुकप्रत्ययपरे श्नम् इति विकरणप्रत्ययः आयाति. अनुबन्धलोपे न इत्यस्य अवशिष्यते. यः सार्वधातुकप्रत्ययः परे अस्ति सः अपित् अस्ति चेत् तर्हि श्नसुर्लोपः इत्यनेन न इत्यस्य अकारस्य लोपो भवति. रुध योग श्नम् योग तस् रुणथ योग तः श्नसोर्लोपः इत्यनेन न इत्यस्य अकारस्य लोपः रुन्ध योग तः इति भवति. वदामि दशगणाः सन्ति. तस्मिन् सप्तमगणः अस्ति रुधादिगणः. रुधादिगणे भवति तत्र प्रत्ययपरे सार्वधातुकप्रत्ययपरे विकरणप्रत्ययः श्नम् भवति. तर्हि कः अवशिष्यते? शकारस्य लोपः भवति. सूत्रं वदामि भवन्? लशक्व तथ्यते इति सूत्रेण शकारस्य लोपः भवति. मकारस्य लोपः भवति हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण शकारस्य मकारस्य लोपः भवति. केवलं न तिष्ठति. न तिष्ठति, न तिष्ठति अकारयुक्त नकारः. तर्हि न इदानीं न विकरणप्रत्ययः कुत्र तिष्ठति? धातु मध्ये धातु अनन्तरं धातु धातोः आदि मध्ये धातोः धातोः अनन्तरं धातोः मध्ये कुत्र तिष्ठति? हा, श्नम् इति विकरणप्रत्ययः अस्ति. तत्तु मित् अस्ति. अतः मिदचोन्द्यात् परः इति सूत्रेण नकारः अन्तिम अच् वर्णात् परे भवति. अन्तिम अच् मिदचोन्द्यात् परः. आम्, हा, अतः तत्र नकारः मध्ये आगच्छति. तर्हि रुध् मध्ये कुत्र भवति? रुध् मध्ये उकारस्य अन्तः रुन्ध इति भवति. रुनध् सोरि रुनध् रुनथ् इति भवति. रुनथ् यो अनन्तरम् इति सूत्रमस्ति. किं भवति तत्र? आगच्छति श्नसोः अल् लोपः नाम श्नसोः अत् लोपः. श्न इत्युक्ते श्नम्, असो इत्युक्ते तत्र अस् धातु. कृष्णम् अपि च अस् अत्र अस्ति. तर्हि कृष्णम् अपि च अस् तस्ते तयोः अकारस्य लोपः भवति. अत् इत्युक्ते अल् लोपः इत्युक्ते अत् लोपः. अकारस्य लोपः भवति कदा? कित्नित् प्रत्ययपरे. कित्नित् प्रत्ययपरे तर्हि ऋणद्योगः तस् तस् इति अपि अपि इत्युक्ते कित्नित्वत् भवति. अतः तत्र न तत्र नकारोत्तरवर्ती अकारस्य लोप रुन्ध् इति रुन्ध् रुन्ध् इति भवति. तर्हि इदानीं प्रश्नः आगच्छति नकारः धकारः. अत्र हल् सन्देहसक्ति आगच्छति. नकारः धकारस्य सान्निध्यं भवति. हा, नकारस्य थकारस्य स्थाने तदेव प्रश्नः. नश्चपदान्तस्य झलि नकारस्य किमपि अनुस्वारः अनुस्वारः भवति. रोधः भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णे इति सूत्रेण थकारस्य परसवर्णः आगच्छ ठकारस्य सवर्णः आगच्छति, ता थ द ध न नकारः आगच्छति, अतः रुन्ध एव रुन्ध एव भवति. अस्तु, धन्यवादः महोदय. तर्हि सत्यमस्ति. तर्हि इदानीं पर्यन्तं सर्वे जानन्ति तत्र रुन्ध योगः तः इति भवति. अत्र रुधादिगणे, तर्हि रुधादिगणे यत्र यत्र अपित् प्रत्ययः भवति तत्र तत्र सर्वदा हलन्तनकारः आगत्य अनुस्वारस्य कार्यं भवति. अतः अस्य पाठस्य महत्त्वः अस्ति, महत्त्वम् अस्ति. अस्तु, अग्रे मल्लर् महोदय. तथैव अपित् सुप्रत्यय महोदय, अद्य शृणोमि महोदय. किम् अद्य शृणोमि महोदय, न पठितुं शक्नोमि अद्य, अहं बहिः अस्मि. अस्तु अस्तु. तर्हि मीना महोदय. तथैव अपित्सु प्रत्ययेषु भुज् योगः श्रम् भुनज् तदनन्तरं भुञ्ज् भवति स्वरलोपः इति सूत्रेण. खिद् योगः स्वं खिनद् तदनन्तरं किन्द् भवति. विच् योगः स्वं विनच् योगः विञ्ज् भवति. त्रिस् योगः स्वं तृणः योगः तृङ् भवति. कृत् योगः स्वं कृणत् योगः कृन्त्. येषु धातुषु यः नकारः उपविष्टो अस्ति सः अपदान्तकार अपदान्तनकार इति. ओके, पदान्ते पदान्ते नास्ति, अपदान्तनकारः अपदान्त पदान्ते नास्ति, नकारः अपदान्ते अस्ति चेत् नकारः तत्र अस्ति. तदनन्तरं श्नशोरलोपः अकारः लोपः. येषु धातुषु यः नकारः उपदिष्टो अस्ति सः अपदान्तनकारः. इदित्सु धातुषु यदा नुम् आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशति इति. इदित्सु धातुषु यदा निम् आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशति इति. सूत्रेण भवति नुम् आगमः इदितो नुम् इति किम् इति इदितो नुम् इति सूत्रेण वा इदितो नुम् इदितो नुम् धातो इदितो नुम् धातोः तत्रापि रुद् अपि समान एव तत्र रुन्ध रुद् मध्ये रुधादिगणस्य रुधादिगणस्य कारणात् अत्र रुधादिगणे तत्र न इति आगमः न न इदित्सु धातुषु यदा नुम् आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशति इति. शुटि शुण्ट् शिधि शिन्ध् नदि नन्ध् लाधि लादि वा लाचि वा लानद् लानच् इकि इनक् एषु धातुषु यः नकारः उपदिष्टो अस्ति सः अपदान्तनकारः इति रुदादिवत् समानस्थले अस्ति नकारः परन्तु अन्यकारणेन. मकारान्तधातुः चेत् अत्र अत्र इदितो इदि इदित्सु धातु नुम् आगमः अत्र मकारान्तधातुः चेत् मकारः तिङन्तपदस्य मध्ये भवति. तिङन्त गम् ता मकारान्तधातुः चेत् मकारः तिङन्तपदस्य मध्ये भवति गम् ता रम् ता तत्र मकारः आसीत् पूर्वमेव मकारः आसीत् किल मकारः एव अस्ति तर्हि गम् योगः ता मध्ये मकारः एव अस्ति मकारान्त धातुषु चेत् मकारः तिङन्तस्य पद्ये मध्ये भवति इति उक्तं तत्र बट् मकारः तत्र न आगच्छति मकारः आसीत् पूर्वमेव किल मकारान् धातुः अस्ति मकारान्तधातुः मध्ये आगच्छति अतः अपदान्तमकारः इति अस्ति तेषु धातुषु अपदान्तमकार इत मुद्रणदोषः अस्ति मुद्रणदोषः अस्ति अपदान्तमकार अत्र रम् योगः ता यम् योगः ता गम् योगः स्यते रम् योगः स्यते अत्र यः मकारः अस्ति तः पदस्य मध्ये अस्ति खलु अतः अपदान्तमकारः अस्ति इति मकारः तर्हि अस्माभिः इदानीं पर्यन्तं किं दृष्टं तत्र अपदान्तनकारस्य अपदान्तमकारस्य उभयोः प्रसक्तिः बहुत्र आगच्छति तिङन्तविषये तिङन्तपदानां विषये बहुत्र आगच्छति अतः बहुत्र अस्य पाठस्य कार्यं भवति इति अस्तु इदानीं यत्र यत्र मकार अपदान्तमकारः अपदान्तनकारः भवति तत्र किं किं कार्यं करणीयम् इति इदानीं वयम् अग्रे पठिष्यामः प्रथमकार्यमस्ति अनुस्वारादेशः नश्च पदार्थस्य झलि तर्हि गोमतीमहोदय पठतु रघुपतिमहोदय नागच्छति गोमतीमहोदय पठतु आं महोदय अनुस्वार आदेशः नश्च पदान्तस्य झलि नश्च पदान्तस्य झलि इति सूत्रं झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वार आदेशो भवति छल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि च श ष स ह इति वर्णाः अन्तर्भूताः पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं छलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं मौनुस्वारः इत्यस्मात् महा इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं झलि अपदान्तस्य मह नः च अनुस्वारः ओ अस्तु महोदय नश्च पदान्तस्य झलि इति सूत्रम् अनुवृत्तिसहितसूत्रं भवति झलि अपदान्तस्य महनः च अनुस्वारः अपदान्तस्य महनः इति महानः अपदान्ते भवेत् इति अपदान्तस्य महनः झलि अपदान्ते अपदान्तस्य मकारः अथवा अस्मात् अग्रे झल् वर्णः अस्ति चेत् तस्य मकारनकारस्य इति अग्रे उदाहरणं पठतु अस्य सूत्रस्य कृते प्रथमनियमः अस्ति यत् मा न अपदान्ते स्यात् तथा मनुयोगता हनुयोगता गमुयोगता तो मनुयोगता मनु इति अपदान्तं सोरि अपदं नकारः अपदान्तवर्णः अतः प्रथमनियमः पूरितम् मकारः नकारः अपदान्ते स्यात् इति प्रथमनियमः पूरितम् अनन्तरं छल् प्रत्याहारस्य वर्णः परे भवेत् इति नियमः तत्र ता इति तकारः तु छल् प्रत्याहारस्य वर्णेषु अन्तर्भूतवर्णः अतः नियम एतत् आवश्यकं तत्सर्वं पूरितं मनु योग ता नश्च नश्चापदान्तस्य झलि इति सूत्रस्य कार्यमत्र भवति अतः तत्र मकारः वा नकारः वा अस्ति चेत् स तस्य अनुस्वारः भवति तो मन योगता भवति मम योगता इति भवति नश्चपदान्तस्य झय् इति सूत्रेण हन भवति हंता इति गमता भवति गम्ता किमर्थं चेत् तत्र अपदान्त शब्दाः सन्ति अपदान्तम् इति अनिवार्यं किमर्थं यथा यदि अहं वदामि अहं बालकान् पाठयामि अहं बालकान् पाठयामि तत्र बालकान् मध्ये नकारः अस्ति नकारात् अनन्तरम् अकारः त्रिवर्णः अस्ति तर्हि अत्र नकारस्य अनुस्वारः भवितुं शक्नोति न वा न भवति बिकास् बालकान् इति पदम् अस्ति सुप्तिङन्तं पदम् इति सूत्रेण बालक तत् अनन्तरं सुप्रत्ययः भवति अतः बालकान् इति द्वितीया विभक्ति बहुवचन पदं बालकान् एतत् सुबन्धमस्ति अतः पदमेव अस्ति बालकान् तत्र नकारः अपदान्तस्य नकारः नास्ति पदान्तस्य नकारः पदान्तस्य नकारः अतः पदान्तस्य नकारः अस्ति चेत् अस्य सूत्रस्य कार्यं न भवति अतः नकारस्य अनुस्वारः न भवति बालकान् पाठयामि मध्ये नकारः एव तिष्ठति यतोहि सः नकारः पदान्तनकारः अस्ति न तु अपदान्तनकारः तर्हि मुख्यमस्ति अपदान्तं सर्व कुत्रापि नकारस्य अनुस्वारः न करणीयः पदान्ते नास्ति चेदेव करणीयम् अपि च झल् झलि किमर्थं झलि किमर्थं यदा झल् वर्णः नास्ति चेत् नकारस्य अनुस्वारः न भवति यदा किमस्ति गम् योगः अनियर् गम् धातु अनियर् प्रत्ययः अत्र मकारः अस्ति खलु मकारः अत्र पदान्तमस्ति परन्तु अत्र मकारस्य अनुस्वारः न भवति किमर्थम् अग्रे यः अकारः अस्ति सः अकारः झलि नास्ति प्रत्याहारे नास्ति अत्र मकारस्य अनुस्वारः न भवति मकारः एव तिष्ठति गमनीय अवगच्छन्ति सर्वे अस्तु तर्हि एतदस्ति एकं तर्हि गन्ता हन्ता मन्ता एवमेव यं योगः सा यन्ता हन् योगः सि हसि रं योगस्य रं योगस्यति नस्यति मन् योगस्यते मस्यते तत्रैव अग्रे अपि उधादिगणे अपि रुन् इत्यस्मिन् नकारः अपदान्तः झल् प्रत्याहारे ढकारे परे अस्ति झलि इत्येन अनुस्वारः आदेशः भवति तर्हि रुन्ध् मध्ये नकारस्य अनुस्वारः भवति रुन्द् शुनट् भुनज् मध्ये भुञ्ज् खिनज् मध्ये खिण्ड् भुनज् मध्ये विञ्च् तृणः मध्ये तृण् कृणत् मध्ये कृण्ड् शुनट् मध्ये अपि शुण्ट् मध्ये अत्र रुधादिगणं नास्ति परन्तु तत्र नुमागमः भूत्वा अत्र अपि नकारानन्तरं ठकारः झल्वर्णः अस्ति अपि च अपदान्तनकारः अस्ति अतः शुण्ट् शिङ् ण्ड् याञ्च् इङ्क् इति तर्हि सर्वत्र इदानीम् अनुस्वारः भवति अग्रे अनुस्वारस्य किं करणीयम् इति अग्रे परसवर्णः तर्हि मीना महोदय पठतु श्रीबिन्दु परसवर्णादेशः परसवर्णादेशः अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य ययि परसवर्णः इति अनुस्वारस्य स्थाने परसवर्णादेशो भवति परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदमिदं सूत्रं ययि प्रत्याहारे शशसः एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः ओके अनुस्वारस्य ययि परसवर्णः इति सूत्रे ययि प्रत्याहारे परे परसवर्णः भवति परसवर्णः इत्युक्ते अनुस्वारात् परे यः वर्णः, अनुस्वारात् परे यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. सवर्णः नाम अनुस्वारात् परे यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थाने अन्तर स्थाने अन्तरतमः सूचयति यद् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो आदिष्टो भवति. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्य एव. अतः स्थाने अन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य परसः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. यदा अङ्ग मञ्ज मञ्ज मन्ता मन्ता. अत्र परसवर्णः इति किम् इति उक्तं तत्र अनुस्वारात् परे यः वर्णः अस्ति तस्य पञ्चम वर्गस्य किमपि स्थाने अस्ति किमपि किं न इति तत्र स्थाने किमपि अस्ति तकारस्य अनुस्वारः मकार गकारस्य अनुस्वारः इति अनुस्वारः स्वरः किमपि अस्ति तत् आगच्छति अनुस्वारस्य यदि ययि परे ययि अनुस्वारस्य ययि परे परसवर्णः आदेशः. ययि इत्युक्ते सर्वे हल् वर्णाः किं वर्जयित्वा यत् षष्ठसः एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः ययि इति प्रत्याहारे. अग्रे पठामि वा? न, एकनिमिषं. तर्हि इदानीं पर्यन्तं सर्वे अवगच्छन्ति खलु? तर्हि वर्गीयव्यञ्जनम् अस्ति परे, तर्हि तस्य वर्गस्य पञ्चमः वर्णः भवति अनुस्वारस्य स्थाने. किमर्थम्? अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य सवर्णः परस्य सवर्णः. यः परवर्णः अस्ति तस्य अनुस्वारस्य सवर्णः. वर्गीयव्यञ्जनस्य सवर्णः कः अस्ति? पञ्चमः वर्णः. तर्हि पञ्चमः वर्णः भवति. यथा अङ्गमध्ये कवर्गस्य पञ्चमः वर्णः, मञ्च मध्ये चवर्गस्य, मन्ता मध्ये तवर्गस्य. तर्हि षषसः तु तेषां तु अस्मिन् सूत्रे ग्रहणं न भवति, यतोहि यै मध्ये षषसः न भवति. अतः षषसः अग्रे अस्ति चेत् अनुस्वार अनुस्वार एव तिष्ठति, नाम रंस्यते मध्ये रंस्यते, रंस्यति मा नंस्यति इति. इदानीं प्रश्नः भवति यकार वकार लकार यर लव एतेषां यै वर्ण प्रत्याहारे ग्रहणं भवति, तेषां किम् अस्ति अनुस्वार? तर्हि सत्यं तेषामपि अनुनासिकवर्णः भवति. यकारस्य अनुनासिकवर्णः अस्ति अनुनासिकयकारः, य चन्द्रबिन्दु. लकारस्य ल चन्द्रबिन्दु. वकारस्य व चन्द्रबिन्दु. रेफस्य तु अनुनासिक नास्ति इति अस्ति. तर्हि एतत् अस्माभिः द्रष्टमपि, संयम् इति अस्ति खलु, संयम् स अनुस्वारः यम्, तत्र विकल्पेन द्वितीयरूपम् अस्ति स अनुनासिकयकारः यकारः म. तर्हि स अनुस्वारः यम अथवा स अनुनासिकयकार साधारणयकार म इति अपि अस्ति. संयम संयम संयम इति तत्र संवत्सरः, संवत्सरः अपि अस्ति, अपि च संवत्सरः. तत्र अनुनासिकवकारः द्विवारम् आगच्छति इति तदेव अस्ति. विकल्पेन तर्हि तत् तेषामपि अनुनासिकवर्णः भवति इति अस्ति, परन्तु षसः तेषां तु न भवति इति. अस्तु, स्थाने अन्तरतमः अस्माभिः पठितं सूत्रमस्ति, तत्र नूतनं नास्ति. स्थाने अन्तरतमः किं भवति, यथा कुत्रापि लिखितमस्ति खलु अस्मिन् अस्य स्थाने तस्य सवर्णः किमपि आनयतु, तर्हि कथं जानीमः सवर्णः किं, तर्हि स्थाने अन्तरतमः प्रस्त यः तुल्यतम आदेशः भवति, स्थान गृहीत्वा यः तुल्यतम आदेशः भवति तस्य ग्रहणं भवति इति. अस्तु, तर्हि एकवारं स्थाने अन्तरतमः पठतु विना महोदय सूत्रं. ध्येयं यत् प्रत्याहारवक्ति यत् शशस सः येषु अन्यतमः परे अस्ति चेत् यै प्रत्याहारे वक्ति यत् शशसः येषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परसवर्णादेशे आदेशो नैव भवति, यथा रंस्यते रंस्यते एव भवति, नंस्यते नंस्यते नंस्यति सङ्गत्स्यते सङ्गत्स्यते एव. तत्र सकारः भवति तस्मात् स्थाने अन्तरतमः प्रसङ्गे स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य. ओ, स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यतम आदेशो भवति. यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः. स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं त्रिपदमिदं सूत्रम्. इदं सूत्रं परिभाषासूत्रम् इत्युच्यते. उदाहरणार्थं यत्र एकम् आदेशः अपेक्षितः अपि च तति अनेकानां वर्णानां ग्रहणम् अस्ति, अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति यत् परिभाषासूत्रम् इत्युच्यते. नियमनं करोति वा केवलम् आदेशप्रसङ्गे इति न, आदेशप्रसङ्गे इति न, यत्र कुत्रापि कार्यम् अपेक्षितं किन्तु नियमः नास्ति तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषासूत्रम् इति. तत्र किं वदति, तत्र केवलम् आदेशप्रसङ्गे इति न, यत्र कुत्रापि कार्यमपेक्षितं किन्तु नियमः नास्ति तत्र येन सूत्रेण निर्णयः क्रियते तत् परिभाषासूत्रम् इति. अन्यच्च अत्र प्रसङ्गे तुल्यतम आदेशः इति उक्तम्. ओ, प्रसङ्गे इत्युक्ते यत्र प्राप्तिरस्ति, तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य निदानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्. सर्वप्रथमं स्थानं न उपलभ्यते चेत् अर्थः न उपलभ्यते चेत् गुणः न उपलभ्यते चेत् प्रमाणम्. ओ, इति निर्णयस्य आधारः. तर्हि अस्माभिः पूर्वं पठितं स्थानान्तरतमः विस्तारेण, अस्माभिः कदाचित् बहुपूर्वे अस्माभिः पठितं. तर्हि यत्र किमपि कोऽपि आदेशः करणीयः पर अणि सूत्रे लिखितमस्ति यत् अस्य स्थाने बहूनि बहवः वर्णाः आगन्तुं शक्नोति, परन्तु तेषु कः अन्यतमः वर्णः आगच्छति तस्य निर्णयः यदि तस्य निर्णयार्थं यदि किमपि लिखितं नास्ति सूत्रे तर्हि तत्र स्थान्यन्ततमः आगत्य वदति बहुषु वर्णेषु एकः अन्यतमः वर्णः यदि वयं ग्रहीतुम् इच्छामः तर्हि प्रथमतया स्थानेन तदनन्तरं गुणं तथा प्रमाणं दृष्ट्वा यः सदृशतमः वर्णः अस्ति तस्य ग्रहणं करणीयम्। तर्हि अनुस्वारस्य एकपदसवर्णमध्ये किं वदति, सूत्रे किं लिखितमस्ति, अनुस्वारस्य स्थाने परसवर्णवर्णः आगच्छति इति एव लिखितमस्ति। अनुस्वारात् अनन्तरं यः वर्णः अस्ति तस्य सवर्णः वर्णः आगच्छति। तर्हि अङ्गमध्ये अनुस्वारानन्तरं परवर्णः कः अस्ति, गकार। तर्हि गकारस्य सवर्णः वर्णः आगच्छति अनुस्वारस्य स्थाने। इदानीं गकारस्य सवर्णवर्णः कः अस्ति, सम्पूर्णः कवर्गः, क ख ग घङ्ग। तर्हि अनुस्वारस्य स्थाने क आगच्छति वा, ख आगच्छति वा, ग आगच्छति वा, घ आगच्छति वा, ङ आगच्छति वा इति सूत्रे लिखितं नास्ति। तर्हि तत्र स्थान्यन्तरतमः इति सूत्रम् आगत्य, परिभाषासूत्रम् आगत्य वदति स्थानेन यः सदृशतमः अस्ति सः वर्णः आगच्छति। इदानीम् अनुस्वारस्य स्थानः कः अस्ति, नासिका खलु। तर्हि क ख ग घ ङ मध्ये कस्य वर्णस्य स्थानम् अनुस्वार इव नासिका भवति, पञ्चमः वर्णस्य खलु, अतः अनुस्वारस्य स्थाने पञ्चमः वर्णः आगच्छति इति। अतः अङ्ग इति भवति, तथैव मन्दा, तथैव मञ्च, सर्वत्र पञ्चमः वर्णः आगच्छति यतोहि स्थानरु स्थान स्थानेन पञ्चमवर्णस्य स्थानम् अनुस्वारस्य पञ्चमवर्णस्य स्थानम् अनुस्वारसदृशमस्ति। अनुस्वारस्थानं नासिका, पञ्चमवर्णस्य स्थानमपि नासिका, अतः अनुस्वारस्थाने पञ्चमवर्णः आगच्छति इति अस्ति। इति सूत्रं नास्ति चेत् वयं न ज्ञातुं शक्नुमः खलु, अनुस्वारस्थाने प्रथमवर्णवर्गस्य द्वितीयवर्ण तृतीयवर्ण चतुर्थवर्ण पञ्चमवर्ण कः आगच्छति, यतो हि सूत्रे लिखितं नास्ति, सूत्रे केवलं सवर्णं लिखितमस्ति। परस्य सवर्णं वर्गीयव्यञ्जनस्य सवर्णं तु पञ्चवर्णाः सन्ति, ये ये वर्णाः तस्मिन् वर्गे सन्ति, अतः भ्रमः अस्ति। अतः सूत्रमागत्य वदति स्थाने अन्तर्तम् इति। अस्तु, तर्हि इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा? अन्तरतमः इत्युक्ते किम्? अन्तर्तमः स्थाने अन्तर्तमः स्थाने तुल्यतमः द मोस्ट् मोस्ट् कम्पेरेबल् इति। मम एकः संशयः अस्ति महोदय, अत्र स्थानम् अर्थं गुणं प्रमाणम् अनुसृत्य इति दत्तं, स्थानम् इत्युक्ते किम् इति अवगच्छामि, अर्थम् अपि अर्थम् अवगच्छामि, गुणं गुणम् इत्युक्ते तत्र कः? तत्र अस्माभिः वस्तुतः पूर्वे पठितं, बहुत्र वस्तुतः स्थानेन एव निर्धारणं कर्तुं शक्नुमः, परन्तु कुत्रचित् स्थानेन अपि वयं कर्तुं न शक्नुमः, अतः तथा अर्थं गुणप्रमाणस्य आवश्यकता भवति। तर्हि अहं अस्मिन्नेव तत्र पूर्वे उदाहरणमस्ति वा महोदय, मस्तिष्के न आगच्छति, परन्तु एकस्मिन् पूर्व पूर्वस्मिन् करपत्रे इति अस्माभिः पठितं, कस्मिन् करपत्रे अस्ति इदानीं तत्र ना प्रायः तत्र 1-6 मध्ये अस्ति इति चिन्तयामि। धातुगणपरिचयः अस्माकं मूलयन्त्राणि धातुविज्ञानं अस्ति, अस्माभिः पूर्वं पठितम् इति तु अहं तत्र मीना महोदय अपि आसीत् तर्हि सर्वे जातौ सूत्रसङ्ख्या वा 1-6 सूत्रसङ्ख्या नास्ति, तत्र करपत्रे अस्ति, तत्र कुत्र आसीत्, भवादिगणे आसीत्, भवादिगणे एकनिमिषः। गुणः इत्युक्ते गुणसंज्ञा तु नास्ति न महोदय, एकनिमिषः तुदादि तुदादिगणे तुदादिगणे आसीत् वा, एकनिमिषः प्रायः तं चिन्तयामि, अहं स्मरामि तुदादिगण। अहं जानामि तत्र करपत्रस्य अन्ते कुत्रापि आसीत्। करपत्रं प्रथमकरपत्रं धातुपरिचयः तत्र न, तत्र नास्ति कस्यचित् गणस्य विषये तत्र लिखितमासीत्। देवहम् इदानीं अस्ति कस्य गणस्य आदिगणे अथवा गादिगणे अहम् इदानीमेव दिवादिगणे आसीत् चिन्तयामि, अहं स्मरामि मया एव तत् पाठितम्। हा तत्र आसीत् दिवादिगणे, दिवादिगणस्य पाठे परपत्रं, दिवादिगणस्य परपत्रम् अस्ति 5-2 5-7 तत्र विश्वसंस्कृतभाषा तत्र अस्ति खलु, लिस्ट् अस्ति लेफ्ट् मध्ये, तत्र सार्वधातुकप्रकरणम् अदन्तम् अङ्कं तत्र दिवादिगणः इति विषयः अस्ति। सप्तमः करपत्रम्, सप्तमं करपत्रं दिवादिगणः, तस्य मध्यभागे लिखितमासीत् अस्ति स्थाने अन्तर्तमः इति विषये बहु किमपि लिखितमस्ति। स्थाने अन्तर्तमः, स्थानं तस्य उदाहरणं किं, तदनन्तरं गुण, गुण इत्युक्ते ध्वनि, ध्वनि तस्य उदाहरणम् अत्र लिखितमस्ति। आभ्यन्तरप्रयत्न बाह्यप्रयत्न लिखितमस्ति, तत्र प्रमाणं महोदय युवादिगणं पश्यामि अर्थः तत्र एकवारं पठतु, तत्र एकवारं पठतु तत्र तत्र स्थानस्य गुणस्य प्रमाणस्य अर्थस्य उदाहरणं लिखितमस्ति, एकवारं पठतु तत्र दिवादिगणे मध्यभागे, मध्यभागे लिखितमस्ति स्थाने अन्तर्तम बहु बहु किमपि लिखितमस्ति, तर्हि एकवारं तत् पठतु, समस्या अस्ति चेत् तत् पृच्छतु। हा हा अहं पश्यामि महोदय, स्थाने अन्तर्तम अस्ति, स्थानं गुणः सर्वं दत्तमस्ति। हा हा हा प्राप्तवती महोदय, प्राप्तवती स्थानं गुणः प्रमाणम् अर्थः। हा पठामि भवानि, पठित्वा सन्देहः अस्ति चेत् पृच्छामि तस्य वस्तुतः तत्र रेकार्डिङ्ग् अपि अस्ति, दिवादिगणस्य रेकार्डिङ्ग् यत् अस्माभिः कृतं तत्र अपि तस्य विषये किमपि उक्तं तदपि भवती श्रोतुं शक्नोति। श्रोष्यामि महोदय, अनन्तरम् एतदपि पठिष्यामि। अस्तु तर्हि धन्यवादः। तर्हि अग्रे अनुस्वारस्य स्थाने के आदेशः भवन्ति इति पश्यामः। तर्हि मीना महोदय, मीना महोदयेनैव पठितं खलु अत्र, तर्हि गोमती महोदय पठतु इदानीं डि डि। महोदय मीना महोदय पठामि वा? न न अहं पठामि, नकारमकारयोः अनुस्वार अहं पठामि भगिनि महोदय। पठामि, डि बिन्दुः अनुस्वारस्य स्थाने के आदेशाः भवन्ति इति पश्यामः। अनुस्वारस्य स्थाने के आदेशः, अनुस्वारात् परे क घ ग घ वा चेत् अनुस्वारस्य स्थाने ङकारादेशो भवति। अङ्क अङ्ग, पुङ्ख पुङ्ख, अङ्ग अङ्ग, लङ्घन लङ्घन। अनुस्वारात् परे च झ ज झ वा चेत् अनुस्वारस्य स्थाने ण्याकारादेशो भवति। मं च मञ्ज, उं च उञ्ज, मञ्जु मञ्जु, झं झ झञ्झ। अनुस्वारात् परे ट ढ ड ढ चेत् अनुस्वारस्य स्थाने णकार आदेशो भवति. घण्ट घण्ट, शुण्ठि शुण्ठि, मुण्ड मुण्ड, षण्ढ षण्ढ. अनुस्वारात् परे त थ द ध चेत् अनुस्वारस्य स्थाने नकार आदेशो भवति. मम्प मन्द, मम्थन मन्थन, कुन्द कुन्द, बन्धन बन्धन. अनुस्वारात् परे प भ भ भ मा प भ भ भ वाचे अनुस्वारस्य स्थाने मकार आदेशो भवति. कम्पन कम्बन, गुम्फ गुम्फ, लम्ब लम्ब, स्तम्भ स्तम्भ. तदेव हा, एतत्तु वयं जानीमः. अनुस्वारस्य स्थाने आदेशः भवति अनुस्वारस्य ऐ परसवर्णे इति सूत्रेण. तो अनुस्वारस्य स्थाने यदा अमुक अस्ति चेत् तत्र किमपि नास्ति, तत्र पञ्चमवर्णः एव भवति. आम् आम् आं महोदय, तदेव तदेव तदेव. तर्हि पवर्गः अस्ति इति मकारः किमस्ति, प्रत्येकवर्गस्य कृते किम् अस्ति इति क्षम्यतां. नकारमकारयोः अनुस्वारः अनुस्वारस्य परसावर्ण्यं द्वयोः कार्ययोः प्रसङ्गभेदः कः? नकारमकारयोः अनुस्वारः जलि परे नश्चापदान्तात् जलि इति अनुस्वारस्य परसावर्ण्यं ययि भवति. अनुस्वारस्य ययि परसवर्णः इति अत्र प्रमुखे भेदो अस्ति यत् जलि श श स ह एते अन्तर्भूताः, ययि ष स सः एते नैव अन्तर्भूताः. अतः नकारमकारयोः परे शश ससः येषु अन्यतमो अस्ति चेत् स्थाने अनुस्वारादेशो भवति. परन्तु यतः परे शश ससः येषु अन्यतमो अस्ति, अधुना अनुस्वारस्य परसवर्णादेशो न भवति. अत्र नकारमकारयोः अनुस्वारः जलि भवति भवति नश्चापदान्तात् जलि इति. अनुस्वारस्य परसावर्ण्यं ययि भवति, अनुस्वारस्य ययि परसवर्णः इति. अत्र प्रमुखो भेदो अस्ति यत् जलि श जपञ्चकरदर्श जलि इत्युक्ते किं किं विहाय सर्वे हल् इति उक्तं. यै यै प्रत्याहारे शशसः वर्जयित्वा हल् वर्णाः, जलि इति जपञ्चकरदर्श तत्र किम् उक्तं, नकारमकारयोः अनुस्वारः जलि भवति जलि भवति. नकारमकारः जलि प्रत्याहारे नास्ति किल? नकारमकारस्य अनुस्वारः झल् परे भवति इति, झल् परे भवति इति नश्च पदार्थात् जलि इति सूत्रेण. अनुस्वारस्य परसावर्ण्यं ययि भवति, अनुस्वारस्य ययि परसवर्णः इति. अत्र प्रमुखो भेदो अस्ति यत् जलि शशसः एते अन्तर्भूताः, ययि शशसः एते नैव अन्तर्भूताः. अत्र शशसः नास्ति, ययि प्रत्याहारे शशसः नास्ति, परन्तु जलि प्रत्याहारे शशसः अस्ति किल. अतः नकारमकारयोः परे ओके शशसः येषु अन्यतमो अस्ति चेत् स्थाने अनुस्वारादेशो भवति. तेषां स्थाने अनुस्वार परन्तु यतः परे अनुस्वार नकारमकारयोः स्थाने अनुस्वारः भवति शः परे अस्ति चेदपि इति. अतः कुत्र पठति शः इति झल् प्रत्याहारे भवन्ति अतः शः परे अपि अनुस्वारस्य स्थाने नकारमकारस्य स्थाने अनुस्वारः भवति इति लिखितमस्ति. परन्तु शः यय् प्रत्याहारे नास्ति अतः शः परे तस्य अनुस्वारस्य परसवर्णः न भवति. केवलम् अनुस्वारः एव तिष्ठति इति भेदः. नाम शः परे अस्ति चेत् नकारमकारस्य अनुस्वारः भवति परन्तु तस्य अनुस्वारस्य अग्रे किमपि न भवति यतोहि यप्रत्याहारे नास्ति. यप्रत्याहारे नास्ति. अवगच्छति वा? उदाहरणं द्रष्टव्यं महोदय. तथा यदा रं स्यते अत्र सकारः जल् जल् जल् प्रत्याहारे अस्ति. नश्च पदान्तस्य जल् इत्यनेन अनुस्वार आदेशः रं स्यते. ओके अनुस्वारस्य ययि परसवर्णः कार्यं नैव करोति अतः सकारः ययि नास्ति. अतः केवलं वर्णमेलनं भवति रं स्यते. आम् इदानीम् अवगच्छामि. नश्च पदान्तात् जलि इति सूत्रेण अनुस्वारः भवति परन्तु अनुस्वारस्य ययि परसवर्णः न प्रसक्तिः अस्ति. एवमेव हंसि संस्यते संशय संहार अत्र परसवर्णादेशः नैव भवति यतः सकारः हकारः च ययि न सः. ओके अग्रे पठामि वा? अवगच्छति इदानीं सर्वे? इदानीम् अनुस्वारस्य ई परस नश्च पदान्तस्य जलि परे भवति यदि नकारमकारयोः अनुस्वारः अस्ति जलि परे तस्य अनुस्वारः भवति. परन्तु अनुस्वारस्य ययि परसवर्णः न भवति. किमर्थं चेत् अनुस्वारस्य परस ययि प्रत्याहारे नास्ति. ययि प्रत्याहारे शशसः न भवति किमपि कार्यं न भवति. शशसः न भवति नास्ति. अस्तु तर्हि अग्रे गोमती महोदय. गोमती महोदय इज म्यूटेड. नास्ति वा? अस्तु मीना न अहम् अस्मि महोदय. पठामि. एफ् वा? आम् एफ् एफ् अनुस्वारस्य परसवर्णादेशः प्रक्रियायाः अन्ते एव क्रियता प्रक्रियायाः अन्ते एव क्रियता अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत् तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने यदा वेञ्च योग आदे अत्र अजादिप्रत्ययः अस्ति अतः हलसन्धेः प्रसङ्गः नास्ति. चकारः यथावत् तिष्ठति. हा विन् च आते विं च आते विञ्ज आते विञ्जाते इति अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारः न भवति चेत् तस्य एव सवर्ण आदेशः विहितः अनुस्वारस्य स्थाने। न अवगच्छामि महोदय। किमपि नास्ति, अस्य अग्रे यः वर्णः अस्ति तस्य वर्णस्य स्थाने यत्किमपि भवति भवति भवति, अन्ते यत् स्थाने यः अस्ति तस्य एव परसवर्णः करणीयः। नाम अनुस्वारस्य परसवर्णादेश इति सूत्रं सर्वदा अन्ते कार्यं करोति, यतोहि अष्टाध्यायस्य अन्ते अस्ति खलु सूत्रम्। अतः तस्य नाम मध्ये सूत्रस्य कार्यं भवति, तदनन्तरम् अन्यकार्यं भवति, सामान्यतया तथा न भवति। सर्वकार्यं करणीयं, तदनन्तरं तस्य अग्रे यः वर्णः अस्ति तस्य परसवर्णः एव करणीयः। यदि तदा विञ्च् मध्ये, विञ्च् योगः आते मध्ये चकारस्य किमपि न भवति, चकारः एव अवशिष्यते, अतः चकारस्य परसवर्णः, चकारस्य परसवर्णः, चकारस्य सवर्णः भवति, अतः विञ्चाते। यदि चकारस्य स्थाने किमपि अन्यवर्णः भवति, आदेशः भवति, प्रथमः सः आदेशः करणीयः, तदनन्तरम् अस्य सूत्रस्य कार्यं करणीयम् इति। अत्र अनुस्वारात् अग्रे, अग्रे इत्युक्ते पूर्वं वा परं वा? अग्रे, अग्रे अग्रे परं परम्। ओके, अनुस्वारात् परं विद्यमानस्य वर्णस्य विकारो न भवति चेत् तस्य एव सवर्ण आदेशः विहितः। अत्र अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारः अपि भवति वा? अत्र न भवति खलु, विञ्चमचकारस्य किमपि न नास्ति खलु? न न, अत्र न भवति, भवितुं शक्नोति खलु, भवितुं शक्नोति। हा, यदि कोऽपि हल् सन्धिनियमः आगच्छति तत्र चकारस्य भवितुं शक्नोति। तत्र यथा पश्यतु रुन्ध, रुन्धयोगः तस् इति अस्ति खलु, तर्हि थकारयोगः तकारः इति अस्ति खलु, कारतकारस्य किं भवति? झषस्तथोर्धोधः इति सूत्रमस्ति खलु, झष् परे तकारः अस्ति चेत् तस्य स्थाने धकारः भवति, तर्हि रुन्धयोगः धकारः भवति। तदनन्तरं किं भवति? रुन्धयोगः धकारः किं सूत्रं कार्यं करोति? धकारः किं सूत्रं कार्यं करोति? रुन्धयोगः तः इति प्रत्ययः, तकारस्य स्थाने धकारः भवति, झषचतुर्धोधः, तस्य धकारस्य पुनः झलां झषि इति सूत्रेण भवति खलु, तर्हि धकारोत्तर धकारः अस्ति तस्य स्थाने दकारः भवति, तर्हि विकारः भवति खलु, तर्हि तद् विकारान्तरं यः यः वर्णः अस्ति तस्य परसवर्णः, तस्य तस्य सवर्णः करणीयः। अत्र महोदय मम पुनः एकः संशयः अस्ति, यदा मया पठितं वीन च तत्र नकारः विञ्च, ओके, अकारस्य लोपः भूत्वा विञ्च भवति, विञ्च तत्र नकारः तु तवर्गीयवर्णः, चकारः तु चवर्गीय प्रथमवर्णः, स्तोःश्चुनाश्चुः न कार्यं करोति वा? स्तोःश्चुनाश्चुः, तर्हि पश्यतु अनुस्वार नकारः अस्ति तर्हि नश्चापदान्तस्य झलि अस्ति, स्तोःश्चुनाश्चुः किं सूत्रं पूर्वम् आगच्छति? पश्यामि महोदय, नश्चापदान्तस्य झलि तु एकनिमिषम्, अष्टमाध्याये तृतीयपादे चतुर्विंशतितमसूत्रं नश्चपदान्तस्य छलि, अनन्तरं स्तोपोश्चुनाश्चुः ऐ थिङ्क् 8440 समथिङ्ग्। तर्हि कस्य सूत्रस्य कार्यं भवति? पूर्वसूत्रस्य कार्यं भवति, अनन्तरमेव परसूत्रस्य पूर्वत्रासिकं। तर्हि प्रथमतया नश्चपदान्तछलि कार्यं करोति, अतः अनुस्वारः आगच्छति, विञ्च् भवति, इदानीं स्तोपोश्चुनाश्चुः कार्यं कर्तुं शक्नोति वा? नास्ति, तत्र तु तवर्गीयवर्णः न, तवर्गीयवर्णः नास्ति, इदानीं तवर्गवर्णः एव नास्ति, अनुस्वारः भवति खलु, पूर्वत्र सिद्धम् इत्यनेन पूर्वत्र सिद्धम् इत्यनेन पूर्वं सूत्रं कार्यं करोति, तदनन्तरं तदनन्तरं यः परसूत्रम् अस्ति सः तस्य इदानीं प्रसक्तिः एव नास्ति, यतोहि इदानीं सवर्गीयवर्ण एव नास्ति. आम् पूर्वत्र सिद्धम् अस्तु. अवगच्छति वा? अवगच्छामि अवगच्छामि. एवमेव रुन्ध योगवचनं मध्ये अपि रुन्धाते इति लिखितमस्ति. तर्हि एतदस्ति. तर्हि अग्रे द्वितीयबिन्दु पठतु, अनुस्वारात् अग्रे पठामि. अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत् कार्यमेव करणीयम्. अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः, सपादि त्रिपादि च. त्रिपाद्यां यानि सूत्राणि सन्ति तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि. पूर्वसूत्रस्य पूर्वकार्यं, परसूत्रस्य परकार्यम् इति. अनुस्वारात् अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्, हा यदा मया इदानीम् अहं पृष्टवती तदा वर्णस्य विकारः भवितुम् अर्हति स्तुहोश्चुनाश्चुः इति सूत्रेण, तदा किं करणीयम्? तत्र समाधानं दत्तम्. अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः, सपादि त्रिपादि च. सपादि इत्युक्ते प्रथम द्वितीय तृतीय चतुर्थ पञ्चम सप्त सप्तम षष्ट अष्टम अध्यायस्य प्रथमपादः. एतत् सर्वं मिलित्वा सपादि. अनन्तरम् अष्टमध्यायस्य द्वितीय तृतीय चतुर्थपादाः त्रिपादि इति भागे सन्ति. अत्र त्रिपाद्यां यानि यानि सूत्राणि सन्ति तानि सूत्रसङ्ख्याधारेण प्रवर्तनीयानि. इत्युक्ते त्रिपाद्यां सूत्राणि सन्ति. त्रिपाद्यां पूर्वसूत्रस्य कार्यं प्रथमं भवति, पूर्वकार्यम् इति. अनन्तरमेव परसूत्रस्य कार्यं भवति, परकार्यम् इति. इति दत्तम्. अग्रे पूर्वत्र क्रमेण भवति किल क्रमेण भवति. आम् क्रमेण भवति, सत्यं. पूर्वत्र सिद्धं सपादसप्ताध्यायां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा, अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा. पूर्वस्मिन् इति पूर्वत्र, न सिद्धम् असिद्धं, पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपादमिदं सूत्रं. पूर्वत्र सिद्धम् इति सूत्रस्य विवरणं दत्तं. पूर्वत्र सिद्धमिति विधिसूत्रमस्ति वा अधिकारसूत्रमस्ति? अधिकारसूत्रं न, तस्य अधिकारं भवति. आं सत्यम्. सपादसप्ताध्यायां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादीसूत्राणि असिद्धानि, अपि च त्रिपाद्याम् अपि पूर्वसूत्रं यद् भवति तस्य दृष्ट्या परत्रिपादीसूत्रम् असिद्धा. असिद्धा इत्युक्ते तद् नास्ति इति एव भाति. तो पूर्वसूत्रं परसूत्रं न पश्यति. तो पूर्वसूत्रस्य कार्यं भवति चेत् तस्य विचारः भवति इदानीं कार्यं पूर्णम् इति. अनन्तरं परसूत्रस्य कार्यं कार्यस्य प्रसक्तिः अस्ति चेत् परसूत्रं कार्यं करोति. अस्तु न महोदय? सत्यम्. अस्तु धन्यवादः. तदेव पूर्वत्र सिद्धं. तर्हि इति पूर्वत्र सिद्धं. तर्हि अनुस्वारस्य एपरसवर्णः इति सूत्रं त्रिपाद्यायाः अन्ते भवति, अतः तस्य सूचितं कार्यम् अन्ते एव भवति. पश्यतु, त्रिपा अनुस्वारस्य ए सवर्णं न वस्तुतः बहु अन्ते एव अस्ति. तस्य अनन्तरं न्यूनानि सूत्राणि एव सन्ति, अतः तस्य कार्यम् अन्ते एव भवति. कस्यचित् क्रियापदस्य निर्माणक्रमे अनुस्वारात् अग्रे यः वर्णः तस्य चरमरूपं दृष्ट्वा एव, नाम तस्य अन्तिमरूपं दृष्ट्वा एव परसवर्णादिषु प्रवर्तनम् इति अस्ति. अत्र बहु बहुत्र अत्र बहवः जनाः भ्रमन्ति किं कर ते अनुस्वारः कुर्वन्ति तदनन्तरं साक्षात् झटिति परसवर्णादेशः कुर्वन्ति तथा नास्ति अनुस्वारानन्तरं यदि मध्ये किमपि कार्यं भवति तत् कार्यं प्रथमं करणीयं तस्य अनुस्वारात् अग्रे यः वर्णः अस्ति तस्य यदि विकारः भवति विकारः प्रथमतया करणीयः अन्ते एव गत्वा तस्य विकृतरूपस्य चरमरूपस्य एव चरमरूपस्य एव सवर्णवर्णः अस्तु अवगच्छन्ति वा सर्वे आं महोदय इत्युक्ते सूत्रस्य ज्ञानं सूत्रार्थः तद् न तस्य ज्ञानम् एव न इनफ् यु नीड् टु नो दि क्रमसङ्ख्या आल्सो अस्तु अपि सत्यं पूर्वत्र सिद्धं तत्र अधिकारे तु तत् आवश्यकमेव अस्ति एतत्तु सन्धिकार्ये एव भवति वा महोदय सिद्धं तत्र सन्धिकार्याणि प्रायः सन्धिकार्याणि एव सन्ति अस्तु सर्वाणि कार्याणि न परन्तु मुख्यकार्याणि सन्धिकार्याणि अतः वदन्ति खलु अतः जनाः वदन्ति खलु सन्धि सर्वदा अन्ते करणीया किमर्थं सन्धिसूत्राणि पूर्वत्र सिद्ध अधिकारे आगच्छन्ति पूर्वत्र सिद्धाधिकार्य अन्ते अस्ति खलु अष्टमाध्याये अतः वद अतः तस्य सन्धि सन्धे सन्धि सर्वदा अन्ते भवति अस्तु महोदय धन्यवादः महोदय यथा विञ्च योगः श्न विच् योगः श्नं श्रूयते विच् योगः श्नं योगः द्वे विञ्च योगः द्वे रुदादिगणे ओके चोक्कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः भवति विङ्क् योगः द्वे नश्च पदान्तजनि इत्यनेन इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः विङ्क् पुनरपि विङ्क् भवति वा विङ्क् योगः द्वे द्वे जलां जस् जशि इत्यनेन जस्वादेशः विङ्क् विङ्क् द्वे विङ्ग् द्वे अनुस्वारस्य हि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने विङ्क् नकारः भवति विङ्क् द्वे वर्णमेलन विङ्क् द्वे विच्छियोगः योगः द्वे स्नम् मध्ये भवति विञ्च् योगः द्वे चोक्कुः इति कारणेन ककारः चकारस्य ककारः भवति विङ्क् द्वे तदनन्तरं नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य नकारस्य नकारस्य मध्ये भवति स्थाने अनुस्वारः भवति ककारस्य नकारस्य अनुस्वारः अनुस्वारः भवति विङ्क् द्वे जलां जस् जस् इत्यनेन जस्त्वम् आदेशः ककारः घकारः भवति विङ्क् द्वे अनुस्वारस्य यै पयस् परसवर्णः इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः ककारस्य अनुस्वारस अनुनासिकवर्णः नकारः विङ्क् द्वे तदनन्तरं वर्णमेव अन्तिमरूपं यः अस्ति गकारः तं दृष्ट्वा एव अनुस्वारस्य यै परसवर्णः सूत्रं कार्यं करोति तर्हि चकारं दृष्ट्वा चकारं दृष्ट्वा न करणीयं कार्यं गकारं दृष्ट्वा तर्हि तद् चकारं दृष्ट्वा यदि करोति चेत् नकारस्य पञ्चमचतुर्वर्गीयवर्णः भवति तद् दोषपूर्णरूपम् अन्तिमरूपं यत् अस्ति तद् तं दृष्ट्वा एव करणीयम् अतः अनुस्वारस्य पर्णस्वर्ण अन्तिमकार्यम् बहुत्र अन्तिमकार्यं भवति अग्रे पठतु एवमेव चोक्कुः दश्चापदान्तश्चलि जलां जस् जसि अनुस्वारसि परन्तु चोक्कुः कुत्र अस्ति सूत्रं किमर्थं चोक्कुः प्रथमं भवति अस्य संख्या अग्रे अस्ति, पूर्वमस्ति खलु, एट् टु अस्ति, नक्षपादाञ्जलि 8324, झलाञ्जलि 84, अनुस्वारस्य 8458, क्रमेण एव भवति. एवमेव भुज् योगश्नं योगः ते, गुणज् भुञ्ज् गुणज् योगः ते, चोकुः भुङ् योगः ते, नश्चपदाब्जलि भुङ् योगः ते, खरि च अत्र तत्र जलाञ्जस्यसि भवति, अत्र खरि च भुङ्क् भुङ्क् योगः ते, पुनरपि गकार ककार भवति, अनुस्वारी पुवर्षाः भुङ् भुङ् ते, ककारस्य नकारः भवति. खरि च अनुस्वारस्य नकारः, परन्तु ककारं दृष्टम् अनुस्वारस्य ककारं दृष्ट्वा अनुस्वारस्य नकारः भवति इति. सोरि, खरि च खरि परे ककारस्य अग्रे पठतु, अनुस्वारात् अग्रे यै नास्ति चेत्, अनुस्वारात् अग्रे यै नास्ति चेत् परसरमादेशो न भवति. अनुस्वारी नास्ति चेत् शशसः येषु अन्यतमः अनुस्वारात् अग्रे चेत् तर्हि अनुस्वारस्य ई परसः इत्यस्य प्रसक्तिः नास्ति इत्येव. शशसः अनुस्वारात् तृः योगहश्नम् अन्ति, तृणः अन्ति, नश्चापदान्तस्य जलि चरिपरे तृङ् योग अन्ति, अत्र अकारः अस्ति, ययि वर्णः नास्ति, अनुस्वार ययि परसवर्णः, तस्मात् तृहन्ति वर्णमेलन एव अस्ति, अकारः अस्ति तत्र, ययि नास्ति, अनुस्वारानन्तरं हकारः अस्ति, हकार ययि अनुस्वारः हकारः अस्ति, हकारः तस्मात् हकार एव तिष्ठति. हकारस्य अनुनासिकवर्णः नास्ति इति चेत् किल प्रत्याहारे नास्ति खलु, अतः सूत्रस्य प्रसक्तिः न भवति, अनुस्वार एव तिष्ठति. न, धन्यवादः महोदय. गोमती महोदय अग्रे पठतु, चतुर्थबिन्दु. पठामि चतुर्थबिन्दुः. यदि हल् सन्धेः सन्धौ, तत्र धकारः भवति न महोदय? हल् सन्धौ इस् गिवन्, तत्र महाप्राण धकारः भवति न? यदि हल् सन्धौ हकारस्य विकारो भवति यै, तदा अनुस्वारस्य यै परसवर्णः यत्रस्य इत्यस्य प्रसक्तिः भवति. उदाहरणम् तृः योगश्नं योगतः, तृण्ह योगतः, होठः इत्यनेन हकारस्य स्थाने ठकारः आदेशः, तृणठ योगत, छषस्तधो धोधा थः इत्यनेन तृणठ योगथ थः, ष्टुनाष्टुः इत्यनेन ष्टुत्वं, तृण्ठ योगठः थोठे लोपः, तृण् योगठः तृण्ठः, नश्चापदान्तस्य झलि तृण्ठः, अनुस्वारस्य ईपरसवर्णः तृण्ठः. बहूनि सोपानानि, बहूनि सोपानानि. अण्ड् त्रिहयोगश्नं योग इति पश्यामः चेत् वयं हकारस्य परिवर्तनं न भवति, हकार एव तिष्ठति. अतः तत्र अनुस्वारः अनुस्वारः भवति, यतो हि हकारः यै प्रत्याये नास्ति. परन्तु यदि हकारस्य कुत्रापि परिवर्तनं भवति, तत्र परिवर्तनं भवति अनन्तरम् अनुस्वारः अनुनासिकः भवति चेत् प्रसवर्णं भवति चेत् प्रसवर्णं करणीयं. रिक्तैः योगः श्नं योगः तव मध्ये वयं जानीमः खलु, फोढः इत्यनेन तकारः झल्वर्णः अस्ति, अतः अकारस्य फोढः इति सूत्रेण ढकारः भवति. तदनन्तरं दशचतुर्धोदः इत्यनेन तकारस्य धकारः भवति, त्रिन्धयोगः. तदनन्तरं सुनाष्टुः इत्यनेन ढकारस्य धकारः भवति, घोडे लोप इत्यनेन त्रिन्ध पूर्वढकारस्य लोपः. तदनन्तरं नशाझलि इत्यनेन नकारस्य अनुस्वारः त्रिन्ध. इदानीं पश्यतु, इदानीम् अनुस्वारानन्तरं ढकारः अस्ति, हकारः नास्ति, सः ढकारः प्रत्याहारे भवति. अतः अनुस्वारस्य ए परसवर्ण इत्यनेन त्रिण्डः इति सर्वम् इत्यस्य सहायतया क्रमेण यदि वयं कुर्मः कदापि दोषः न भवति. तदस्तु. परन्तु त्रिहयोगश्नां योगतः इति यदा पश्यामः तदि ऊहम् न कुर्मः, ऊहां नहि कर्तुं शक्नुमः. तत्र पदस्य त्रिण्ढः इति भवति इति अन्तिमरूपस्य ऊहां न कर्तुं शक्नोमि महोदय. बहूनि सोपानानि सन्ति, प्रयोजनं खलु. यदि अष्टाध्यायी प्रयोजनं, यदि वयं यदि कोऽपि अष्टाध्यायी न जानाति न पठति, तस्य कृते त्रिणयोगः श्नं योगः तः त्रिण्डः इति घटनस्य एव आवश्यकता भवति. त्रिण्ड एण्ड् इट् इस् वेरि डिफिकल्ट् टु मेमोरैज् दिस्. पठति लिखति इति तु सरलमस्ति, उघादिगणस्य रूपाणि बहु क्लिष्टकराणि सन्ति इफ् यु डोण्ट् नो अष्टाध्यायी. परन्तु यदि वयम् अष्टाध्यायसूत्राणि जानीमः तर्हि तत्र बहु सरलं भवति खलु. तदेव व्याकरणपठनस्य न श्रूयते महोदय. न अहं वदामि व्याकरणस्य पठनस्य प्रयोजनं किम्, यदि वयं अष्टाध्याय्याः सूत्राणि न जानीमः तर्हि तत्र त्रिण्ड इति रटनं करणीयं खलु. त्रिण्ड अन्तिमरूपं त्रिण्ड बहु क्लिष्टकरमस्ति, रुधादिगणस्य रूपाणि क्लिष्टकराणि सन्ति. परन्तु यदि वयं पश्यतु, यः कोऽपि अस्ति भवत्याः मित्रमस्ति संस्कृतप्रेमी एव, संस्कृतज्ञानी एव, परन्तु अष्टाध्यायीसूत्राणि यदि वयं सः अथवा सा न जानाति रुधादिगणीयरूपाणि, तस्य कदापि रुधादिगणीयरूपविषये तस्य सर्वदा भ्रमः भवति. पश्यतु, नोबडी इस् कम्फर्टेबल् वित् रुधादिगणरूपं बिकास् दे आर् सो डिफिकल्ट्. परन्तु भवती यदि सूत्राणि जानाति, सन्धिसूत्राणि अथवा सङ्गसूत्राणि, भवती तु अक्षं निर्मूल्य वक्तुं शक्नोति रुधादिगणस्य रूपं किं. त्रिण्धातु लट्लकार प्रथमपुरुषद्विवचनं त्रिण्ड किमर्थं भवितुं भवती वक्तुं शक्नोति, रटनम् अस्ति इत्युक्ते इति न, परन्तु सूत्र आधारित्य ओ त्रिहयोगश्नं योगः तु तृष्णम् अस्ति, श्नं मध्ये न एव अवशिष्यते, न अस्ति तर्हि निरुच्यन्त्यात् परः इत्यनेन रु अनन्तरम् आगच्छति, तर्हि त्रिणः योगः त अत्र त अपि प्रत्ययः अस्ति, अतः नकारस्य अकारस्य लोपः भवति, शशरोल्लोपः इत्यनेन त्रिण्ः योगः त. इदानीं सन्धिकार्यम् अकारः अस्ति, अतः गोढकार्यं करोति, तर्हि हकारस्य ढकारः भवति, इदानीं ढकार झश्वर्णः अस्ति, तदनन्तरं तः अस्ति, तस्य स्थाने ध भवति, यशस्तथोर्ध्वो ध, अतः त्रिण्ढयोगः ध। इदानीं ढकार धकारयोः संहिता अस्ति, अतः सुनाष्टुः इत्यनेन ढकारस्य अपि ढ, त्रिण्ढयोगः ढ। इदानीं ढ ढ इति अस्ति चेत् ढोडिलोपः कार्यं कृत्वा प्रथमढकारस्य लोपः भवति, तर्हि त्रिण्योगः ढ। इदानीं नकारः अपदान्तमस्ति, तदनन्तरं झल् वर्णः ढकारः अस्ति, अतः नकारस्य नष्टवान् झल् इत्यनेन किं भवति? अनुस्वारः भवति, त्रिण्ढ। इदानीं सर्वान्ते अनुस्वारस्य एपरसवर्ण इत्यनेन त्रिण्ढ भवति, समाप्तम्। यु डोण्ट् हाव् टु मेमरैस्, यु जस्ट् हाव् टु नो द सूत्र एण्ड् द आर्डर्, फिनिश्ड्। इट् इस् सिम्प्लर् टु रिमेम्बर् 4000 सूत्र देन् infinitely and a large many rupa. That is the point of learning ashtadhyayi. Hey, hold ava, jashtathor dodava, sunashtho dhode lopava, iti sutrani to asmabhihi purvam pathitani, punah pathanasya avashakta nasti. Graha karya rupe pathantu sarve, prashna asti chet agre pinchata. Tari? इति नकारमकारयोः अनुस्वारपरसावर्ण्यं च परिसमाप्तम्। इदानीं हल्लसन्धिविषये अस्माभिः सर्व पठितम्। इदानीम् अग्रे नूतनविषयः, मुख्यनूतनविषयः अस्ति अदादिगणस्य हलन्तधातवः। तदनन्तरं गृहादिगणस्य धातवः किं महोदय? अग्रिमवर्गे किं कः पाठः? अग्रे हलन्तदातवः, उदादिगणे हलन्तदातवः, अदादिगणे किल, उदादिगणे मम अग्रे अदादिगणे अस्ति। अदादिगण, जुहोत्यादिगण, तदनन्तरं मृधादिगण। अदादिगणे पठितं किल? अज अज अदादिगणे अजन् अदन्तमगम् अदन्तमगम् अजन्तधातवः सन्ति तत्र। इदानीं हलन्तधातवः अस्माभिः अदादिगणस्य जुहोत्यादिगणस्य अजन्तधातवः अस्माभिः पठितः, हलन्त न पठितः खलु? अस्तु, तर्हि प्रश्नः नास्ति चेत् इदानीं विरमामः। धन्यवादः, शुभरात्रिः। धन्यवादः महोदय। धन्यवादः महोदय, मम कृते।